नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र तुदादिगणे इतोपि विशेषदातवः, अयं पाठः गतसप्ताहे आरब्धः आसीत्। तत्र वयं पा धातोः धात्वादेशः, पा आदिधातूनां धात्वादेशः इति एकं दीर्घं सूत्रम् आसीत्। तत्र तुधादौ धातुद्वयमस्ति, षड्लु षड्लु इति। तत्र किं भवति इति दृष्टवन्तः। धात्वादेशः इत्युक्ते यद् धातुः यदा षड्ल इति धातुः आसीत् तत्र तस्मिन् स्थाने सीद् इति आदेशः भूत्वा सीदति इति रूपम् आगच्छति। तादृशमेव षड्ल इति धातुः अस्ति, उपदेश अवस्थायां षड्ल इति धातुः। तत्र शीय इति आदेशः भूत्वा शीयते इति आत्मनेपदी रूपम् आगच्छति। तद् दृष्टवन्तः। अनन्तरं वयं इषु गमियमां च इष् धातोः विषये दृष्टवन्तः। एतत्तु परिचयसूत्रमेव। भुआदिगणे गम् यम् विषये दृष्टवन्तः। अस्मिन् गणे सुदादिगणे इष् धातुः तस्य किं कार्यम् इति अस्मिन् गणे वयं दृष्टवन्तः गतसप्ताहे। तत्र इषु गमियमां च इति सूत्रेण इष् इति धातुः वयं स्वीकुर्मः चेत् तत्र षस्थाने च आदेशः भूत्वा अनन्तरं यदा यथासङ्गं तत्र कार्याणि भूत्वा इच्छति इति अस्माकम् इष्टरूपम् आगच्छति। अनन्तरं सम्प्रसारिणि धातवः, सम्प्रसारिणः धातवः इति केचन धातवः सन्ति यस्य सम्प्रसारणकार्यं भवति यणः स्थाने इक् इति। अस्मिन् गणे तु व्रश्च प्रच् ब्रश्च अनन्तरं व्यच् इति चत्वारः धातवः अस्मिन् गणे अस्ति। ते तु पृच्छति पृच्छति भृज्यते भृज्यति भृज्यते इति उभयपदी विचति इति रूपं प्राप्नोति यदा सम्प्रसारणकार्यं भवति ग्रहीज्या इति सूत्रेण। अनन्तरं तस्य रूपं प्राप्नोति इति दृष्टवन्तः। इदानीम् अग्रे सरामः। तत्र नुमागमः इति विषयः अस्ति यत्र अष्टधातवः सन्ति इति। तदारभ्य पठामः। अरुणा भगिनी पठति वा? आं भगिनि। नुमागमः अष्टधातवः। एतावता अस्माभिः दृष्टं यत् धातुः इदित् चेत् नुमागमस्य प्रसक्तिः। यथा वदि धातुः इदित् अश्व इकारः इत् यश्च सः अस्ति, अतः इदितो नुम् धातोः इति सूत्रेण नुमागमः विहितः। वदि वद् वन्द् वन्द वन्द इति भवति, परन्तु तुदादिगणे कश्चन अन्तर्गणगणः सन् अस्ति, मुचाद्यन्तद्गणः यत्र धातु इदि नास्ति चेदपि नुमागमः विधीयते। अत्र सूत्रम् अत्र नुमागमधातवः अष्टधातवः सन्ति। नुमागमः इदित् अङ्ग धातु अङ्गे अस्ति इति चेत् नुमागमः प्रसक्तिः अस्ति। उदाहरणं वदि धातुः वदि वदिङ् इकारलोपः भवति, ततः इदितो नुम् धातोः सूत्रेण नुमागमः आगच्छति। वद् वदि धातु मूलधातु वद् वन्द् वन्द अनुस्वारः भवति, वन्द इति भवति, परन्तु तुदादिगणे कश्चन धातवः इदित् नास्ति, परन्तु नुम् आगम आगच्छति विधीयते। आं भगिनि। आम्, अनेन सूत्रेण इदितो नुम् धातो तत्र केचन विशेषसूत्रमस्ति येन विधीयते नुम् आगमः। सामान्यतया तु वयं दृष्टवन्तः अत्र त्रीणि प्रमुखकार्याणि तुदादिगणे भवति, अपित्वात् इति, तत्र एकं कार्यमस्ति अनिदितां हल उपदायां निति इति सूत्रेण यत्र धातुः अनिदित् अस्ति, इदित् नास्ति, तस्य नकारस्य लोपः भवति इति. अत्र एतत् किञ्चित् भिन्नकार्यमस्ति, यत्र धातुः यदा अनिदित् अस्ति चेदपि तस्य नुमागमः विधीयते. मुचाद्यन्तर्गणः इति केचन गणः सन्ति यत्र तादृशकार्यं विशेषकार्यम् इति वदामः किल, तस्य विशेषकार्यं भवति इति. अस्माकम् अष्टाध्यायीपुस्तके सूत्रपाठः इति पुस्तके इदितोनुं धातोः इति स्वीकुर्मः चेत् सप्तम अध्यायस्य प्रथमपादः, अस्तु एकनिमिषम् अहं पुटसङ्ख्या वदामि, सप्तम अध्यायस्य प्रथमपादस्य अष्ट पञ्चाशत् अष्टपञ्चाशत् कुत्र अस्ति, 120 आम् प्राप्तम्. आम् तत्र प्रथमसूत्रं नुमागमः सर्वे प्राप्तवन्तः वा? 120 इति पेज् नम्बर्. आं भगिनि. आं भगिनि. तत्र आम् नुमागमः इति शीर्षकमस्ति. तत्र इदितो नुम् धातुः एव प्रथमसूत्रमस्ति. अग्रिमसूत्रं किम्? शेमुचादीनाम् इति सूत्रेण एव अत्र नुम् आगमः विधीयते. अस्मिन् प्रकरणे ये सूत्राणि सन्ति, यानि सूत्राणि सन्ति, सर्वे नुमागम विधानार्थम् एव. नुमागमप्रकरणम् अनेकानि सूत्राणि सन्ति अस्मिन् प्रकरणे, सर्वे तु सर्वाणि सूत्राणि नुमागम विधानार्थमेव. तत्र वयं तु इदितोनुं धातुः पूर्वमेव वयं दृष्टवन्तः, चेमुचादीनाम् इदानीं पश्यामः. रदिजबो रचि अपि वयं पूर्वं कुत्रापि दृष्टवन्तः, प्रायः पूर्वस्मिन् भुवादिगणे वादिजबो रचि तत्र दृष्टवन्तः. अनन्तरं उगिदचां सर्वनामस्थाने अधातोः इति अत्र नास्ति, अस्माकं सुबन्तप्रकरणे तदागच्छति. प्रायः शत्र पश्यामः चेत् तत्रापि तस्य प्रसक्तिः. नपुंसकस्य जलजः अपि नुम् आगमः विधीयते, तत्रापि तदपि अस्माकं सुबन्तप्रकरणे वयं पश्यामः. अन्यत् सर्वं वयं न दृष्टवन्तः इदानीं पर्यन्तं. भगिनि नित्यम् आचरणद्यो कुत्र भगिनि अत्र शप् शैन्योर् नित्यम् आचरणद्योर्णं वानपुस्तकस्य न व्यस्ता तदपि सत्यं नाभ्यस्ता चतुः वानपुंसकस्य आचीनद्योर्णुं शप्शनोर्नित्यं. सर्वम् अस्माकं शत्रुप्रत्यय इदानीं वयं यदा अस्माकं 2015 वर्गे वयं दृष्टवन्तः किल, तत्र सर्वत्र नुमागमः विधीयते एव. शत्रन्त इति केवलं नास्ति, परन्तु यत्र यत्र वयं सुबन्तप्रकरणे प्रातिपदिकात् यदा वयं रूपाणि साधयामः तत्र आगच्छति नाभ्यस्ता चतुः वा नपुंसकस्य आचीनद्योर्णुं शप्शनोर्नित्यं. सावनुः इति अपि सूत्रमस्ति, सौ इति आगच्छति कुत्रापि. तावदेव इदानीं पर्यन्तं वयं दृष्टवन्तः. अन्यत् सर्वं भवतः किम् उक्तं भगिनि? अनिदितां हल उपदायाम् अत्र नास्ति भगिनि, अत्र तु नुमागमविधानसूत्रम् अस्ति किल. तत्र अनिदितां हल उपदायाम् इति प्रायः षष्ठम अध्याय अस्ति इति चिन्तयामि. 6-4 किल भगिनि? 6-4 इति. एतत्तु सप्तम अध्यायस्य द्वितीयपादे क्षम्यतां सप्तम अध्यायस्य प्रथमपादे नुमागमः विषये नुमागमप्रकरणम् इति स्वीकुर्मः. तत्र सर्वाणि नुमागमविधानसूत्राणि स्थापितवान् पाणिनिना. समीचीनम्. अतः शेमुचादीनाम् इति सूत्रमेव वयम् इदानीं पश्यामः. इदितो नुम् धातुः इति सामान्यसूत्रं. यत्र यत्र इदित् अस्ति, धातुः इदित् अस्ति, तत्र तत्र इदितो नुम् धातुः आगत्य कार्यं करोति. परन्तु वयं यदा तुदादिगणे दृष्टवन्तः, अनिदित् अस्ति चेत् तस्य नकारस्य लोपः भवति इति. अत्र इदित् नास्ति चेदपि नुमागमः विधीयते इति केचन विशिष्टकार्यमस्ति. तद् पश्यामः. भगिनी अरुणा भगिनी भवती एव पठतु भगिनी अग्रे अपि. मुचाद्यन्तर्गणः अस्मिन् अन्तर्गणे अष्टौ धातवः सन्ति. मुच् सिच् विद् खिद् पिश् कृत् लिप् लुप् मुच्छलृ मोक्षणे मुच् विच् शिच् क्षरणे शिच् विदलृ लाभे विद् खिद् परिधा परिघाते खिन्नः भवति दुःखम् अनुभवति खिद् पिश् अवयवे भागविभागीकरणे पिश् कृतिच्छेदने कर्तयति कृत् लिप् उपदेहे लेपने लिप् लुपलृ छेदने लुप् अष्टधातवः इदन्ताङ्गम् इदित् नास्ति परन्तु मुच्चादन्तर्गणे अपि नुमागमः आगच्छति विशेषसूत्रेण. मुच् योगः श मुच् योगः श लसक् पद्यते सूत्रेण षकारलोपः संज्ञालोपः भवति आ एव अवशिष्यति. तदनन्तरं से मुचादीनाम् इति मुचादीनां नुमागमः भवति शे परे. मुच् आदिर् येषां ते मुचादयः तेषां मुचादीनां शे सप्तम्यन्तं मुचादीनां षष्ठ्यन्तं द्विपदमिदं सूत्रम् इति तु नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मुचादीनाम् अङ्गस्य नुम् शे. सूत्रं वदति मुचादीनां नुमागमः भवति निमित्तं चि शे शप्रत्ययपरे शप्रत्ययपरे. अस्माकं तुदादिगणेशप्रत्ययः अस्ति वा भगिनि? हा, तुदादिगणे श इति विकरणप्रत्यय आगच्छति कर्तते कर्त्री कषप् बाध्य श एव आगच्छति शप्रति आगच्छति. सम्यक्. अनन्तरं नुम् इति यत् आगमः अस्ति कुत्र आगच्छति? मिदुतु अन्त्यात् परः इति सूत्रेण अच् वर्णेषु अन्त्यात् आगच्छति. ततः नुम् च मुम् मकारलोपः अलन्त्यम् उपदेश अनुनातिकसूत्रेण उकारः अपगच्छति न एव अवशिष्यते. मुञ्च् इति रूपम्. समीचीनं. मुञ्च् इति अस्माकम् अङ्गम् इदानीं मुञ्च् इति अङ्गम् अनन्तरं आयोजयामः. समीचीनं. यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आगच्छति. अतः यदा मुच् इति स्वीकुर्मः चेत् तत्र उकारः एव अन्त्य अचः तस्मात् परः आगच्छति. समीचीनं. तत्र भगिनी तत्र मिदचोन्त्यात् परः सूत्रस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव पठतु भगिनि. मिदचो अन्त्यात् परः यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अपि च. अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति. अनुवृत्तिसहितसूत्रं मित् अचः अन्यात् परः अन्तः. अतः अन्त्यात् परः अन्तः. अचः इति उकारः अन्त्यात् परः अन्तः इति आगच्छति. समीचीनं भगिनि, धन्यवादः. महोदय राजेन्द्रमहोदय पठति वा? राजेन्द्रमहोदय क्षमतां नास्ति अन्यत् अन्यत् आगतमत् आम् कुत्र पठामि अनेन सूत्रेण इति नुम् यस्य वर्णसमुदायस्य अनेन सूत्रेण नुम् यस्य वर्णसमुदायस्य तस्य अन्तिम अव्ययो भवति इति उक्तम् अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे ज्ञानशब्दः बहुवचने ज्ञानानि भवति ज्ञानयोगी षि प्रत्ययः लषक्वतदिते इत्यनेन इ अवशिष्यते मृत्यु अन्त्यात् परः इत्यनेन नुम् आगमः ज्ञानयोग न योग इ अयं नकारः ज्ञान इति अङ्गस्य वर्णः समुदायस्य अन्तिम अव्ययः इति कारणेन सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अङ्गस्य उपधायाः दीर्घः ज्ञानान् ज्ञानान् योग इ ज्ञानानि ज्ञानानि इति नकारः ज्ञान इति अङ्गस्य अन्तिम अव्ययः न अभविष्यत् अकार उपधायाः न अभविष्यत् सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अकारस्य दीर्घ आदेशः च न अभविष्यत् अत्र मिथ्य अन्त्यात् परः सूत्रं वदति यत्र मित् अस्ति नुम् यथा नुम् आगमः अस्ति मित् अस्ति तत्र अच् वर्णेषु अन्त्यात् परः आयाति अस्य अर्थः कः इति सुबधप्रकरणे स्पष्टं भवति ज्ञान उदाहरणत्वेन ज्ञान नयामः ज्ञानयोगी षि प्रत्ययः अत्र षि प्रत्ययः भगिनि नपुंसकलिङ्गे द्विवचनं जसषोषि आम् आम् षी प्रत्यय लषक्व तदिते इत्यनेन शकारस्लोप भूत्वा एव अवशिष्यते मिथ्य अन्त्यात् परः इत्यनेन नुम् आगमः ज्ञानयोग न योग इ अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिमव्ययः अस्ति नकारः यः अस्ति तत् अनन्तरं सः नकारः आगच्छति इति कारणेन सर्वनामस्थाने च सम्बुद्धौ इति अङ्गस्य यः उपधायः यः अकारः अस्ति तस्य दीर्घत्वं भवति ज्ञानानि सर्वं मिलित्वा ज्ञानानि भवति यदि नकारः ज्ञान इति अङ्गस्य अन्तिम अव्ययः न अभविष्यत् अकारः उपधायां न अभविष्यत् सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अकारस्य दीर्घ आदेशः न अभविष्यत् तत्र सर्वं यथा अत्र दत्तमस्ति यद्यपि तत्र ज्ञानस्य अङ्गस्य अन्तिम अव्ययः न अभविष्यत् तत् अकारः उपधायः न अभविष्यत् तत्र सम्बुद्धौ सूत्रेण अकारस्य दीर्घ आदेशः न भवति एवम् आम् दीर्घादेशः तु न भवति एव अस्माकम् अत्र ज्ञान इत्यस्मिन् यद् प्रातिपदिकम् इति स्वीकुर्मः तत्र अन्तिम अकारः तु नकारोत्तरवर्ती अकारः अस्ति किल अतः एव तत्र दीर्घत्वं भवति तद् नास्ति चेत् तद् न स्वीकुर्मः चेत् तादृशं तत्र तस्य दीर्घत्वं सर्वनामस्थाने च सम्बुद्धौ इति सूत्रस्य प्रसक्तिः एव तत्र न भवति तस्य प्रसक्त्यर्थम् इति अपि स्वीकर्तुं शक्नुमः अतः अस्मिन् अनुवृत्तिसहितसूत्रे यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति वर्णसमुदायः अस्ति ज्ञान इति वर्णसमुदायस्य अन्तिम अवयवः अतः यत् अन्तिम अकारः अस्ति तस्य नुम् आगमः भवति सर्वदा मध्ये इति न वक्तव्यम् इति अत्र अत्र नकारस्य आगमः भिन्नसूत्रेण ज्ञान इति अत्र ज्ञानयोग इ नकारस्य आगमः नकारस्य आगमः आमामामां सः क्षम्यतां भिन्नसूत्रेण भिन्नसूत्रेण आम् अवश्यम् आम् नपुंसकस्य जलजः इति चिन्तयामि महोदय तदेव वा नपुंसकस्य जलजः इति सूत्रेण नुमागमः भिन्नसूत्रेण तत्र कुत्र आगन्तव्यम् इति सर्वदा तत्र आद्यन्तौ टकितौ इति स्वीकुर्मः चेत् तत्र आद्यन्तौ टकितौ इत्यस्य वयं वदामः किल प्रत्ययस्य आदौ प्रत्ययस्य अन्ते विदच्छन्त्यात् परः इति यत् परिभाषासूत्रम् अस्ति तत्र अन्त्यात् परः अचः अन्त्यात् परः इत्येव स्वीकर्तव्यं मध्ये स्थापनीयम् इति किमपि नास्ति यद् अचः अन्तिम अवयवः अस्ति समुदायस्य वर्णसमुदायस्य अन्तिम अवयवः अस्ति तस्मात् परः आगच्छति नकारः इत्येव विषयः अत्र अत्र तु व्याख्या आसीत् मित् च अन्त्यात् परः तस्य व्याख्यानम् आसीत् अत्र नकार नुम् कथम् आगच्छति तत्र तु शेम् उचादि नाम सूत्रेण तत्र आगच्छति सत्यम् अवगतवन्तः वा सर्वे पूर्वमेव पूर्वस्मिन् पाठे कुत्रापि एतद् वयं पठितवन्तः इति मम स्मरणमस्ति प्रायः धातुविज्ञानम् इति वा इति एतदेव उदाहरणमपि पठितवन्तः ज्ञानयोगी इति समीचीनम् आं महोदय अग्रे अपि पठतु महोदय प्रश्नः प्रश्नः अत्रोक्तं ज्ञानयोग इ क्षिप्रत्ययः सुबन्तविषयप्रत्ययाः भवन्ति सु औ जस् इत्यादयः तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययतः प्रत्ययः भवेत् कथं वा शि इति जातं मूलप्रत्ययः सु औ जस् इति तु सत्यं किन्तु अनन्तरं प्रत्यय आदेशाः भवन्ति मूलप्रत्ययानां स्थाने आदेशाः भवन्ति सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्त्यं वर्णम् अनुसृत्य च आदेशाः भिद्यन्ते नपुंसकलिङ्गे जस् जसो सो षिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने षि आदेशः अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने इकारः आयाति वनानि वारीणि मधूनि जगन्ति कर्माणि धनुंषि मनांसि च इति अत्र प्रश्नः आयाति अत्र कथम् इकारः आगच्छति प्रत्यय सामान्यतः तु सुबन्तप्रत्ययाः सन्ति सु औजस् परन्तु किम् अस्ति अत्र एकं सूत्रम् अस्ति जस शोः शिः अत्र तेन सूत्रेण जस् यः बहुवचन श्रान्तं प्रत्ययः अस्ति तस्मिन् स्थाने षि आदेशः भवति तत्कारणात् अत्र षि अत्र प्रत्ययः बहुवचन नपुंसकलिङ्गे नपुंसकलिङ्गे एव तत् भवति तत् षि प्रत्ययः तत् प्रथमपुरुषे बहुवचने अपि च द्वितीयपुरुषे बहुवचने अपि द्वितीयविभक्त्यां तत् षष् अस्ति तत्रापि षष् स्थाने षि आदेशः भवति तथा तत् षि आगच्छति समीचीनं तदेव आम् अग्रे अपि महोदय नुम् आगमः मित् अस्ति मकारः यस्य इत् यस्य सः अथ नुम् अचः अन्त्यात् परम् आयाति तत् पूर्वं यथा अस्माभिः पठितं नुम् आगमः तु मित् अस्ति मित्कारः तत् मित् च अन्त्यात् परः तत् मकारः इत् अस्ति तत्कारणात् नुम् आगमः तु य अन्तिम अचः अस्ति तत् परम् आयाति उदाहरणं मुच् लृ मुच् लृ मुच् लृ उपदेश नासिक इत् सूत्रेण लृ तस्य लो इत् संज्ञा भूत्वा लोपः भवति मुच् एव अवशिष्यते मुच् अत्र शे मुचादीनां नकारः आगच्छति मुञ्च आगच्छति यथा अव्यवस्थत् अन्त्यम् अच् वर्णः उकारः अस्ति तत् अनन्तरं तत् नकारः आगच्छति तत् पद अनन्तरं मुञ्च अत्र नश्चापदान्त्यस्य जलि सूत्रेण अनुस्वर आदेशः नकारस्थाने अनन्तरम् अनुस्वरस्य यै परसवर्णः तत्र चकारः परे अस्ति तत् कारणात् तत्र चवर्गीय ञकारः तत्र आगच्छति मुञ्च मुञ्च मुञ्च भवति मुञ्च योगश्च मुञ्च शकारः लोप भूत्वा अकारः एव अवशिष्यते मुञ्च इति अङ्गं मुञ्च योगति मुञ्चति अत्र रूपं भवति मुञ्चति इति रूपम् अत्र शेमुचादीनाम् इत्यनेन नुमागमः बहुत्र आगच्छति मुञ्चति तत्र भगवद्गीतायाम् अपि च तत् भजगोविन्द मुञ्चति आयाति तत् मुञ्चति आम् शोकात् मुञ्चति मोक्षणे चोडना त्यागना मुक्तकर्णा मुञ्चति इत्येव अर्थे आम् मुञ्च्लु मुञ्च्लु मोक्षणे इति धातुः अस्ति समीचीनं धन्यवादः महोदय विजया भगिनि भगिनि पूर्वतनपरिच्छेदे तत्र सुबन्धविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशः भिद्यन्ते तत्र प्रातिपदिकस्य अन्तिमवर्णः अनुसृत्य तत्र आदेशः भवति इत्युक्ते किं भगिनि तत्र प्रातिपदिकस्य अन्तिम आम् प्रातिपदिकं राम वदतु राम एव प्रातिपदिकं तत्र अन्तिमवर्णः अकारः अस्ति अन्तिमवर्णम् अनुसृत्य च आदेशः भिद्यन्ते तत्र प्रातिपदिकात् किञ्चित् कार्यमस्ति अनन्तरमेव प्रथमविभक्ति एकवचनं स्वीकृतं वा आम् सुबन्तविषये लिङ्गम् अनुसृत्य इति किल तत्र अस्माकं प्रातिपदिकं राम इति अस्ति चेत् अकारान्त पुल्लिङ्गरामशब्दः अनन्तरं रमा इति अस्ति चेत् आकारान्त स्त्रीलिङ्ग अनन्तरं फल इति शब्दः स्वीकुर्मः चेत् तदपि अकारान्तः परन्तु लिङ्गं किं नपुंसकलिङ्गं किल अन्तिमवर्णमपि अनुसृत्य लिङ्गमपि अनुसृत्य आदेशाः भिद्यन्ते अतः यद् रामशब्दस्य रामयोगः सु इति आगच्छति चेत् प्रथमाविभक्ति एकवचनं रामः रमायोगः सु इति आगच्छति चेत् प्रथमाविभक्ति एकवचनं रमा फलयोगः सु प्रथमाविभक्ति एकवचनं फलं अतः अन्तिमवर्णम् अनन्तरं लिङ्गम् अनुसृत्य आदेशाः भिद्यन्ते आदेशाः इदानीं भिद्यन्ते एव किल भिन्नभिन्न आदेशः परिवर्तनमपि यद्यपि प्रत्ययः सु एव अस्ति चेदपि कार्याणि भिद्यन्ते अन्तिमवर्णम् अनुसृत्य एव कार्याणि भिद्यन्ते तदेव अवगतं वा देय यत् विकरणप्रत्ययः यत्र न विहितः तत्र नुमागमः न भवति मुच् योगः इष्टप्रत्ययं स्वीकुर्मः चेत् तत्र मुक्तः इति आगच्छति उदाहरणं अन्यपदं तत्र शिच शिच् इति तत्र तत्रापि भगिनी क्षम्यतां शिच इति धातुः स्वीकृत्य यदा उपरि दत्तम् अस्ति किल प्रक्रिया तादृशम् एकवारं वदतु भगिनि कथं भवति उदाहरणरूपेण वक्तव्यम् अस्तु भगिनि शिच इति तत्र धातुः अस्ति तत्र शकारस्य स्थाने सकारः आगच्छति द्वात्वदेः शकारः सः इति सूत्रेण तत्र सिच् अनन्तरं शः इति विकर्णप्रत्ययं नुम् नुमागमः तत्र आगच्छति सिनच् इति तत्र रूपं निष्पन्नं धातुरूपं निष्पन्नं अनन्तरं शकारस्य स्थाने गच्छति भगिनि सूत्रं किं भगिनि सिनच् इति समीचीनं सम्यक् वदतु अनन्तरं तत्र शकारस्य स्थाने सर्वम् इति भवति तत्र अकारः एव अवशिष्यते अनन्तरं तत्र सिच् इति रूपं निष्पन्नं सिच् योगः तत्र सिञ्च इति तत्र नकारः अस्ति न सिञ्च इति रूपं तत्र प्रथमं सिञ्च इति प्रथमं अनुस्वारस्य ययि परसवनः इति सूत्रेण तत्र सिञ्चि आगच्छति अनन्तरं सिञ्च इति भवति अकारयोग योजनेन सिञ्च इति अङ्गं भवति तत्र सिञ्च योगः तिङ्गप्रत्यययोजनेन तत्र सिञ्चति इति रूपं निष्पन्नं सिञ्चति इति रूपम् अतः सर्वदा प्रथमं षेम् उचादीनाम् इत्यनेन नुमागमः अनन्तरं नश्चापदान्तस्य जलि इत्यनेन अनुस्वारादेशः अनुस्वारस्य ई परसवर्णः इत्यनेन परसवर्ण आदेशः एषः एव क्रमः सर्वदा आं पठतु भगिनि अग्रिममपि विद्लुरु इति धातुः अस्ति तत्र तत्र अन्तिमवर्णः इति भवति अनन्तरं विद् एव अवशिष्यति तत्र धातुरूपेण योगः शकारः शकारस्य तत्रापि विनद् इति निमागमः भवति अनन्तरं शकारस्य अकारः एव अवशिष्यते अनन्तरम् अनन्तरं विन्द् इति भवति तत्र शेम् उचादीनाम् इति सूत्रेण अनुस्वारः आगच्छति अनुस्वारस्य ये परसवनः इति सूत्रेण किन्द् योगः सारि विन्द् योगः अकारः तत्र विन्द् इति आगच्छति अनन्तरम् अकारः विन्द इति अङ्गं निष्पन्नं तत्र विन्द् योगः तिङ्गप्रत्यययोजनेन टि आगच्छति विन्द् योगः टि इत्युक्ते तत्र विन्दति इति तत्र बहुवचनं न प्रथमविभक्ति एकवचनमेव खलु शत्रान्तपदं खलु भगिनि तत्र विन्दति कुत्र न न लटि लटिरूपमेव भगिनि कुत्रापि शत्रान्त लट् प्रथमं विन्दति एकवचनमेव विन्दति इति बहुवचनं प्रथमपुरुष एकवचनं विन्दति विन्दति बहुवचनम् सः विन्दति बालकः विन्दति प्राप्त कर्णापाना इति अर्थे लाभे विद्लू लाभे इति विन्द् धातुः विन्दति इति रूपं सिञ्चति इति सिञ्चना एव सिञ्चति अस्माकं वाटरिङ्ग् इति सिञ्चना सिञ्चना तदेव शरणे इति सिञ्चति इत्युक्ते पूरिङ्ग् खलु क्षम्यतां किं भगिनि वाटर् पूरिङ्ग् आम् आम् आम् वाटरिङ्ग् वाटर् पूरिङ्ग् तदेव सिञ्चति आम् आं भगिनि आम् खिद् खिद् तत्रापि शकारः विकर्णप्रत्ययम् आगच्छति अनन्तरं तत्र नुमागमः षेम् उचादीनाम् इति तत्र नुमागमः आगच्छति किन्द् योगः लक्षसति सति इति सूत्रेण शकारस्य लोपः भवति, अनन्तरम् अकारः एव अवशिष्यते तत्र. चिण्ड् इति नच्छपदान्तस्य जलि इति सूत्रेण तत्र अनन्तरम् अनुस्वरस्य यहिपदसवर्णः अपि कार्यं करोति. अतः चिन्द् इति रूपं निष्पन्नं, चिन्द् योगः अकारः, चिन्द् इति अङ्गं भवति तत्र. अनन्तरं ति इति तिङ् प्रत्ययं योजनेन चिन्द् ति इति रूपं निष्पन्नं तत्र. चिन्द् इति परिघाते इति अर्थे, दुःख् देना सताना रोक्ना इति अर्थे किन्दति इति रूपम् आगच्छति. भगिनि इदानीं धातुः अनन्तरं रूपमेव पठतु. इदानीं वयं तु प्रक्रिया जानीमः किल, सर्वत्र शेम् उचादीनां नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः. आम् इदानीं वदतु भगिनि, पिश इति धातुः किमर्थम् अनुस्वारस्य ई परसवर्णः, किमर्थं तत्र न आगच्छति इति एव वदतु. अत्र अनुस्वारस्य स्थाने किमपि न भवति, यहि पर यहि प्रत्याहारे परे अनुस्वारः एव. अतः यहि प्रत्याहारे शकारः अस्ति वा प्रत्याहारे तत्र शकारः अस्ति वा? सम्यक्. शशसः विहाय अन्ये हल् वर्णाः यै प्रत्याहारस्थवर्णाः. समीचीनम्. इदानीं रूपमेव वदतु भगिनि. कृति इति रूपम् एतत् सर्वं हेम् मुचादीनां नच्छ पदान्तस्य जलि अनुस्वरसि यै पर्णस परिस परसवर्णः एतत् तत्र स्वीकृत्य तत्र कृन्त इति अङ्गं निष्पन्नम्, अनन्तरं ति इति तिङ्कति योजनेन कृन्तति इति आगच्छति. अनन्तरं लिम् लिप् इति तत्र लिम्प् इति आगच्छति, लिम्प् इति अङ्गं निष्पन्नम्, अनन्तरं ति योजनेन लिम्पति इति रूपं निष्पन्नम्. अनन्तरं लुप् एव तत्र तिष्ठति. अनन्तरं लुम्प् इति एतत् उपरि दत्तम् एतत् सूत्राणि स्वीकृत्य लुम्प् इति भवति. अनन्तरं लुम्प् लुम्प इति अङ्गं निष्पन्नं ति योजनेन लुम्पति इति तत्र रूपम् आगच्छति. लुम्पति इति, लुम्पति इत्युक्ते खाट्ना छेदने, लुम्प् इति छेदने इत्यर्थे. लिप् इति अप्लै इति अर्थे भवति, लिप् न विलोपन् कर्णा इति दत्तमस्ति अत्र. लेपनं लुट्टि योजनेन लेपनम् इति आगच्छति खलु भगिनि. पूर्वमपि कुत्रापि लेपनार्थे वयं केचन धातुः दृष्टवन्तः, किम् इति अहं विस्मृतवती, परन्तु अस्मिन् अर्थे अपि एव वयं दृष्टवन्तः. पूर्वस्मिन् गणे वा अस्मिन् गणे एव वा इति न स्मरामि. लेपने इति अर्थे अन्यद्धातुः किमपि लिप्ति योजनेन. इदानीं लिम्पति इति रूपं. समीचीनम्. अस्तु अग्रे सरामः. धन्यवादः भगिनि. रघुपति महोदय पठति वा? अत्रापि नश्चापदान्तस्य जलि अपि प्रथमवाक्यम् अनन्तरम् अनुवृत्तिसहितसूत्रं महोदय. अस्तु. अनुस्वारादेश नश्चापदान्त नश्चापदान्तस्य जलि नश्चापदान्तस्य जलि इति अष्टमाध्यायस्य तृतीयपदस्य चतुर्विंशतितमसूत्रमस्ति. अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति जलिपरे. अत्र अनुवर्तिसहितसूत्रमस्ति. अपदान्तस्य मह नः च अनुस्वारः जलि संहितायाम्. अत्र अपदान्तस्य मकारस्य नकारस्य स्थाने अनुस्वारादेशः भवति जलिपरे इति अस्ति. अग्रिमं मकारः अपि स्मर्तव्यं वयं नकारः एव मोनुस्वरात् अनुवृत्तिः अस्ति पूर्वसूत्रात् मकारः अपि स्मर्तव्यं यत्र यत्र मकारः अस्ति तत्रापि अनुस्वारादेशः भवति इति स्मर्तव्यम् अस्तु अग्रिमं पठतु महोदय अग्रिमं परसवर्णादेशः अनुस्वारस्य ई परसवर्ण अनुस्वारस्य ई परसवर्ण अष्टमध्यायस्य चतुर्थपादस्य अष्टपञ्चाशत्तमसूत्रमस्ति अनुस्वारस्य स्थाने परसवर्णादेशः भवति यै परे अनुवृत्तिसहितसूत्रमस्ति अनुस्वारस्य यै परसवर्णसंहितायाम् इति अत्र अनुस्वारस्य यै प्रत्यारस्थवर्णे परे परसवर्णादेशः भवति यै प्रत्यारस्थित्ये सर्व हल्वर्णानां वर्गीयव्यञ्जन अपि च अन्तस्थवर्णाः यवरल इति हकार विहाय शससः विहाय सर्वे हल्वर्णाः जल्प प्रत्याहारे हा जल् प्रत्याहारे अननुनासिक अननुनासिक वर्गीयव्यञ्जनाः अपि च ऊष्माणवर्णाः सन्ति हकार अपि च अस्ति अन्तस्थवर्णयवरल नास्ति जल् प्रत्याहारे शशसः अस्ति यै प्रत्याहारे शशसः नास्ति तदेव भेदः अन्यत् सर्वं तु समानमेव किल भगिनि अन्तस्थाहारे कुत्र तत्रापि प्रत्याहारे शशसः यरलव नास्ति यवरल नास्ति यै प्रत्याहारे शशसः एव नास्ति एकस्मिन् पार्श्वे अन्तस्थवर्णः सति एकस्मिन् पार्श्वे ऊष्माणवर्णः सन्धिकार्यं सन्धिकार्यम् अत्र धातुद्वयमस्ति ऊल्सजीपीडायां लज्जितः भवति इति इत्यर्थे लस्च् इति धातुः अस्ति शुंसजौ शुद्धौ निर्मलो भवति स्वच्छः भवति स्नानं करोति जले निमग्नो भवति मज् इति तत् मज् इति धातुः अस्ति अनुबन्ध अपनयन अनन्तरं मज् इति इदानीम् ओल्स्टि इति लस्ट् इति लस्ट् इति ओकारस्य उपदेशनाशके इति सूत्रेण तत्र ओकारस्य अपि च ईकारस्य अन्तिम ईकारस्य ईवर्णस्य लोपः भवति लस्ट् इति इदानीं सकार जकार अस्ति अतः अत्र तोष्टु नाश्चुः इत्यस्य सूत्रस्य प्रसक्तिः लस्ट् इति इदानीं लस्ट् इति अस्ति जलां झजसि अस्ति जश्वर्ण अस्ति जकार अस्ति जश्वर्ण अस्ति अतः लज् इति भवति लज् इदानीं लज् योग श इति विकरणप्रत्ययसिद्धादिगणीय अतः लज्ज इति अङ्गं लज्ज इति अङ्गं लज्जते इति रूपमस्ति अहं चिन्तयामि अत्र भगिनि ओ इति प्रथमवर्णः ओतः शनि इति सूत्रेण एव तत्र शनि इति विधिसूत्रं किल तत्र ओतः शनि इति सूत्रेण एव ओ इति भवति न भगिनि न शृणोतु ओतः शनि इति विधिसूत्रम् अस्ति तत् शनि परे एव कार्यं करोति किल अत्र शनि नास्ति किल अवगच्छति वा उपदेश अवस्थायां धातुः ओलस्य इति अस्ति, तत्र यदा महोदय उक्तवान् उपदेशे अनुनासिक इत्यनेन इत्संज्ञा ओतः शनि इत्यस्य भिन्नकार्यम् ओतः शनि वयं दृष्टवन्तः वा इदानीं पर्यन्तम्? शनिति प्रत्याहारे क्षम्यतां शन् इति विकर्णप्रत्ययः एव वयं न दृष्टवन्तः किल. कुत्रापि न भवति संज्ञाविधायकसूत्रमेव प्रथमं कार्यं करोति सर्वदा. तदेव सप्त वा अष्ट वा तदेव सूत्राणि पुनः पुनः इत् विधीयते, अन्ये सूत्राणि कदापि न आगच्छति. तत्र एव वयं किमपि भ्रमः तत्र एव न भवति, तदेव सूत्राणि आगच्छति. एकस्थले एव अस्ति अन्यसूत्रैः न भवति, अन्यैः न भवति एव, कदापि न भवति. पठितवन्तः वयं विशेषेण एतत् विषयं विशेषमहोदयेन स्वीकृतम् अत्र तत्र एव तत्र ओलजस्ति इति सूत्रम् इति प्रथमकार्यं स्वरूप महोदयेन युक्तं तत्र ओतः शनि इति सूत्रेण एव ओतः शनि सूत्रं प्रथम इत्संज्ञा भवति इति उक्तवान् वा? मया लिखितम् एतत् विषये भवत्यापि एतत् आसीत् भगिनि, परन्तु मूलधातुपाठे द्रष्टव्यं अनुनासिक अस्ति वा? न न न अहम् इदानीं पश्यन्ती अस्मि एव मूलधातुपाठे, तत्र ओलस्जि इत्येव धातुः अस्ति. तत्र किं अत्रापि अत्रापि न दत्तवान् भवेत् 7371 तदेव सूत्रसङ्ख्या एव अहं पृष्टवती 7371 अहं पश्यामि एकवारम्. अहं वर्गे अस्मि इति अपि उक्तवती. अस्तु लोपः स्यात् शनि शति लोपकार्यमेव भगिनि, तद् विधिसूत्रमस्ति ओतः शनि इति. श्यन्ति शशौ शशुतृ शशुतुः शाता शास्यति इति आगच्छति. अस्मिन् सन्दर्भे उक्तवान् वा कस्मिन् करपत्रे अस्ति किमपि प्रेषयतु अहं पुनः पश्यामि भगिनि. ओकारान्त अङ्गस्य शनि परतो लोपो भवति. ओकारान्तस्य अङ्गस्य ओकारान्त अङ्गम् इदानीम् ओकारान्त अङ्गम् अस्ति वा? शनि परते लोपः भवति. शन् परः अस्ति वा इदानीं? तत्र नास्ति. किमर्थं सः एतद् विषये उक्तवान् इति अहं न जानामि, परन्तु ईमेल् द्वारा प्रेषयतु अहं पश्यामि दृष्ट्वा वदामि. अवश्यम् उपदेशे अज अनुनासिक एव तत्र कार्यं करोति. आम् इत्संज्ञा सर्वदा एतत् सप्तसूत्राणि एव सन्ति भगिनि, अन्यत् किमपि सूत्रम् अत्र उपदेश अवस्थायां कार्यं न करोति. भगिनि भगिनि अष्ट अत्र अहं पश्यामि अत्र ओतः शनि हिन्दीभाषायाम् अस्ति. अत्र ओकारात् अङ्ग अङ्ग अङ्ग का शनि शन् परे रहते लोप होता है, जैसे अन्ते भवति तत् अत्र तु पूर्वम् अस्ति आदौ. तदेव मम अपि अङ्गस्य शनि परतः लोपो भवति. अत्र निमित्तद्वयमपि नास्ति किल, ओकारान्त अङ्गमपि नास्ति, शन् परतः अपि नास्ति. अस्ति चेत् महोदय वुड् हव् रिटन् हियर् कुत्रापि औपदेशिकदातु इति अवलति आम् औपदेशिकदातु होल् अस्ति इत्येव दातुः दातु अङ्गकारे आम् प्रेषयतु भगिनी अहं पश्यामि अहमपि वर्गे आसम् इति भवती उक्तवती किल अतः एव अहं पश्यामि किं कृतवती न जाने अन्ते अङ्गस्य शनि परतः लोपो भवति आम् सत्यं तदेव अत्रापि अष्टाध्यायी डाट् काम् मध्ये अपि तदपि अस्ति किञ्चित् समये सः एतत् विषये उक्तवान् एव परन्तु तत्र भगिनी भगिनी अस्ति रक्षा अस्ति अनन्तरं अखिलभगिनी एतत् सर्वम् उक्तवन्तः जि एतत् न आगन्तव्यं खलु अस्तु अस्तु क्षम्यतां क्षम्यताम् इति उक्तवान् ईमेल् द्वारा भवती प्रेषयतु भगिनी अहं सावधानतया शृणोमि अस्तु अस्तु अग्रे सरामः इदानीं नास्ति चिन्ता आं पठतु जलां जर्जसि जलां जर्जसि अष्टमध्यासपदस्य त्रिपञ्चाशत्तमसूत्रमस्ति त्रिपञ्चाशत् वा सम्यक् वा त्रयपञ्चाशत् त्रिचत्वारिंशत् किल त्रिपञ्चाशत् एव क्षम्यताम् त्रिपञ्चाशत् अस्तु जलां स्थाने जशादेशः भवति जशि परे अनुवृत्तिसहितसूत्रमस्ति जलां जश् जशि संहितायाम् इति अस्ति कडस अस्तु जश् अस्ति जशि संहितायाम् इति जशादेशः भवति जस्त्वं भवति अप् इति अस्ति यदा इदानीं टुमस्जो इति सू धातुः अस्ति टकारस्य टु इति वर्णसमुदायस्य लोपः भवति इदानीं मस्जि इति एव अवशिष्यते ओकार अपि अपगच्छति अजनुनासिक इति उपदेशे मस्जि इति अन्तिमं रूपं मस्जि इति इदानीं मस्जि इति भवति शकारस्य सकारस्य स्तुत्वं भूत्वा अनन्तरं जलां जर्जसि इति इत्यनेन शकारस्य स्थाने जकारदेशः भवति जकार मज्ज मज्ज मज्जयोग शप् श इति मज्ज मज्ज इति अङ्गं मज्जति इति अन्तिमं रूपम् अस्ति समीचीनं लज्जते मज्जति इति रूपद्वयं साधितवन्तः अत्र सन्धिकार्यस्य सन्धिकार्यमेव आम् अन्यत् किमपि नास्ति त्रिपाद्याम् अस्ति सूत्राणि अतः सर्वदा अन्ते एव आगच्छति तावदेव कार्यमत्र महोदय आम् शिवली भगिनी पठति आयप्रत्ययः एकः धातुः अस्ति सुदादौ विच्छ गतौ विच् इति धातुः सूत्रं गुपु धूप विच्छि फणि फणिभ्य आयः इति सूत्रेण गुपु धूप विच्छ फण फण एतेभ्यः धातुभ्यः आय प्रत्ययः भवति स्वार्थे गुपुश्च गुपु धूपश्च विच्छिश्च फणिश्च फणिश्च तेषाम् इति तेषाम् इतरेतरद्वन्द्वः गुपु धूप विच्छि फणि फणयः तेभ्यः गुपु धूप विच्छि फणि फणिभ्यः गुपु धूप विच्छि फणि फणिभ्यः पञ्चम्यन्तम् आयः प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च इति अनयोः अधिकारः धातोः अनेकासु हलादेः क्रियासमाभिहारे एङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गुपु धूप विच्छ पणि पणिभ्यः धातुभ्यः आयः प्रत्ययः परश्च सुदादौ एकः धातुः अस्ति आयप्रत्ययः आदेशः भवति गुपु धूप विच् पण पण एतेभ्यः धातुभ्यः आयः आय प्रत्ययः भवति स्वार्थे आय इति प्रत्ययः स्वार्थे स्वार्थे इति नाम धातोः अर्थः किमपि भिन्नः नास्ति धातोः एव तस्य कृते तस्य कृते स्वस्य कृते कृते ये धातूनां विच् विच् इति अस्मिन् गणे अस्ति सुधादिगणे अस्ति सूत्रम् भवती अग्रे पठतु भगिनि तत्र उदाहरणमस्ति उदाहरणं विच् योगः आय विच्छाय सनाद्यन्ता धातवः इति अनेन धातुसंज्ञा भवति विच्छाय इति धातुः कर्तृत्वे सार्वधातुके परे सुधादिभ्यः शः इति सूत्रेण विच्छाययोगः श प्रत्ययः विच्छाययोगः आ इति अतो गुणे इति सूत्रेण पूर्वपरयोः पररूपम् एकादेशः भवति रूपं विच्छाय इति अङ्गं भवति विच्छाययोगः दि इति विच्छायते अत्र विच् धातु आय इति प्रत्ययः योजयेन धातुः एव भवति सनाद्यन्तधातुः नूतनधातुः भवति विच्छाय इति धातुः धातुसंज्ञा भवति विच्छाय इति धातुः कर्तृत्वे स्वार्थ सार्वधातुके परे श इति प्रत्ययः आदेशः भवति विच्छाय योगः अतो गुणे इति सूत्रेण अपदान्तस्य पूर्वपरयोः पररूपम् एकादेशः भवति पररूपम् आ एव भवति रूपं विच्छाय अतो गुणे इति सूत्रं सवर्णदीर्घसन्धि न तत्र सनादि अन्तदातवः इति सनादि अन्तदातवः तादृशद्वादश प्रत्ययाः सन्ति तस्मिन् प्रत्ययेषु आय इति अपि एकः प्रत्ययः अस्ति तत्र विचायति इति रूपम् आगच्छति निश्चैव निच्चपि अस्मिन् सनाद्यन्ता दातवः इति सनाधि इति दात तस्मिन् प्रत्यये अन्तर्भूतं निच्चपि अस्ति द्वादशप्रत्ययाः सन्ति अग्रिमपाठे आगच्छति तत्र एक अन्यतमः आय इति एकः प्रत्ययः बादिगणे अपि गोपयति धूपयति स्वार्थे भवति अत्र आयप्रत्ययः भवति स्वार्थे इत्युक्तं स्पष्टीकरणार्थं यथा निच् प्रत्ययः चुरादिगणे इमौ प्रत्ययौ धातोः स्वस्य अर्थपोषणं करोति न अन्यत् किमपि नाम अनयोः प्रत्ययोः संयोजनेन धातोः अर्थः न परिवर्तते केवलं रूपस्य साधनार्थम् अयम् आय प्रत्ययः उपयुज्यते पाणिनिना धातुः अस्ति विच् रूपमस्ति विच्छायति तस्य साधनार्थम् आय प्रत्ययः अपेक्षितः भगिनि अत्र रूपं विच्छायति रूपस्य साधनार्थम् एव अयं आयप्रत्ययः अपेक्षितः अत्र पाणिनिना आम् विच्छायति इति रूपम् अस्ति तदेव रूपम् आम् पूर्वमेव रूपं विच्छायति इति अस्ति तद् कथं साधयामः इति पाणिनिना तस्य उपायं साधितं तत्र विञ्च् इति धातुः तत्र आय इति एकः नूतनप्रत्ययः धातुतः तद् प्रत्ययः विधीयते अनन्तरं विच्छायति इति रूपं तत्र णिच् इति योजयामः चेत् किञ्चित् भिन्न अर्थः भवति वा किमपि अन्य कार्यं भवति. तुदादिगणे धातुः विञ्चिति अस्ति, तुदादिगणे विञ्चायति इति रूपं साधनीयं. कथं साधनीयम् इत्युक्ते नूतनप्रत्ययः आय इति योजितवान्. अतः एव विशेषकार्यं साधारणतया चेत् विञ्च् योगः श इति एव भवति किल, तत्र अस्माकं विञ्चायति इति रूपं न आगच्छति. यदा धातुपाठे सः विञ्च इति धातुः तुदादिगणे स्थापितवान् चेत् रूपसाधनार्थम् एकं मार्गम् आवश्यकं किल, तत्र आय इति प्रत्ययः योजनेन विञ्चायति इति रूपं रूपसाधनार्थं तदेव. तत्र किमपि अर्थः न परिवर्तयते येन. वदतु भगिनि. आय प्रत्ययः सन्नन्तम् अपि आगच्छति, मिच् मध्ये अपि आगच्छति. न न न न किमपि न तादृशं नास्ति भगिनि, तादृशं नास्ति. द्वादशप्रत्ययाः सन्ति सन् आरभ्य द्वादशप्रत्ययाः सन्ति. सन् अपि एकं प्रत्ययः, क्षम्यताम्, एकः प्रत्ययः, णिच् अपि एकः प्रत्ययः, तादृशम् आय अपि एकः प्रत्ययः. किमपि अर्थसामान्यं किमपि नास्ति, साम्यं किमपि नास्ति. सन् भिन्नार्थे, णिच् भिन्नार्थे, आय भिन्नार्थे एव भवति. अत्र यदा उक्तम् आय इति प्रत्ययस्य किमपि तस्य स्वस्य अर्थं किमपि नास्ति, यत् धातोः अर्थमस्ति तदेव रूपसाधनार्थं मिञ्चायति इति रूपसाधनार्थम् एकं नूतनप्रत्ययं योजितवान् पाणिनिः इति. अवगतं वा? अस्तु भगिनि, धन्यवादः. पठतु भगिनि अग्रिम एकः. अस्मिन् सूत्रे अवशिष्टाः धातवः द्वादिगणे, द्वादिगणस्य पाठे तेषां विवरणं. गोपायति, धूपायति, पनायति, पनायति इति रूपाणि द्वादिगणे सन्ति. तद् वयं साधितवन्तः तस्मिन् गणे. धन्यवादः भगिनि. अरुणा भगिनि. विकरणप्रत्ययः विकल्पः एकः धातुः वा ब्राश् प्लाश् भ्रमु क्रमु क्रमु क्लमु ऋषि त्रुटिलशः ब्राश् प्लाश् भ्रमु चलने क्रं क्लं रश् ऋट् लश् एतेभ्यः षन् विकल्पेन भवति कर्तर्तके प्रत्यये परे. लाष्टश्च प्रमुश्च क्रमुश्च क्लमुश्च त्रशिश्च रुटिश्च लश्च तेषां समाहारद्वन्द्वः ब्रश् रश ब्लश भ्रमु क्लमु त्रुटि लश् तस्मात् ब्रश लश भ्रमु क्रमु क्लमु त्रुषि त्रुटिलशः वा अव्ययपदं पञ्चम्यन्तं द्वितीयपदं सूत्रं दिवादिभ्यः श इत्यस्मात् शन् इत्यस्य अनुवृत्तिः कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इतनयोः अधिकारः धातोः एकाचो हलादे क्रियासमाविहारे यङ् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ब्राश् ब्लाश् प्रमु क्रमु क्रमु त्रुषि त्रुटि लश धातुभ्यः षन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके. सूत्रं वदति तुदादिगणे एकधातु अस्ति, अत्र विकल्पेन विकरणप्रत्यय विकल्प अन्यविकल्पप्रत्यय विकरणप्रत्यय आगच्छति. नवधातवः स्थाने सन्नि विकल्पेन भवति कर्तृके प्रत्यये परे. भगिनि तदेव. आं सम्यक् एव, सम्यक् एव. अत्र अस्मिन् गणे तु त्रुट् इति एव धातुः अस्माकं विवक्षा अस्ति. अन्ये सर्वे वयं प्रायः भुवादिगणे दृष्टवन्तः इति चिन्तयामि. भुवादिगणे अपि अस्ति. आं पठतु भगिनि. तु धादौ, धादौ त्रुट् इति एकधातुः एव विकरणप्रत्यये विकल्पेन आगच्छति. श प्रत्यये त्रुटति विकल्पेन षण् प्रत्यये आगच्छति. तुष्ट्यति इति रूपं भवति. शप् श प्रति अपि अपित् कारणेन अपित् नित् कितिनिति सूत्रेण गुणकार्यं न भवति. अतः त्रुट्यति इति रूपं भवति एकरूपं. विकल्पेन श प्रत्यये परे त्रुटति इति रूपं निष्पन्नम् अस्मिन् ते त्रुट् धातुः सुधादिगणे ः सर्वे धातवः भुवादिगणे सन्ति. न कोऽपि धातुः दिवादिगणे. इत्यस्य विशिष्टसूत्रेण षन् इति विकरणप्रत्यय विहितः. षन् अभावे शप् इति सामान्यं भुवादौ, शा इति सामान्यं सुधादौ. अहं जानामः भवादिगणे अपि त्रुट् विना अन्यधातवः भुवादिगणे आगच्छति. अत्र षण् प्रत्यये आगच्छति विकल्पेन भुवादिगणे शप् इति विकर्णप्रत्यये आगच्छति. रूपसिद्धि तदेव भवति. तदेव अत्र त्रुट् इति धातुः डिफाल्ट् इति वदामः किल. बै डिफाल्ट् सुधादौ एव सन्ति अस्ति. यदा विकल्पेन षण् प्रत्ययः आगच्छति चेत् त्रुट्यति इति रूपं. तादृशमेव वयं दृष्टवन्तः पूर्वं भुवादिगणे अपि अवशिष्ट सर्वे धातवः भुवादौ सन्ति. किमपि धातुः दिवादिगणे कोऽपि धातुः नास्ति. विशिष्टसूत्रमस्ति येन ष्यन् इति विकरणप्रत्ययः विहितः भवति. यदा ष्यन् नास्ति चेत् शप् एव सामान्यं भुवादौ, ष इति तु धातौ. अतः एव त्रुटति इति रूपं. विशेषकार्याणि सन्ति चेत् ष्यन् इति विधीयते. अग्रि अन्तिमवाक्यं पठतु भगिनि. अत्र आं वदतु महोदय. केवलं स्मरणार्थं क्रमु क्लमु इति अस्ति तत्र उका तत्र इक्षिपो इति धातुरुद्देश्ये तदेव वा उकार इकार एतेषां कुत्र क्रमु न क्रमु क्लमु त्रसि इति अस्ति. त्रस् धातुः अस्ति खलु अत्र त्रसि त्रसि इत्यत्र आम् आं त्रसि त्रुटि त्रुटि तत्र आम् इष्ट क्लमु इति अत्र उकारापि उकार इकार क्लमु क्लमु प्रायः तद्धातुः एव किल. क्लम् भगिनि क्लम् अस्ति खलु धातु उपदेश अनुनातिक उकारः. आम् इक्षिपो धातु निर्देशे इत्युक्ते इक् ष्टिप् तादृशमेव आगच्छति किल. अत्र त्रसि त्रुटि तद् सम्यक् तदेव तत्र इक्ष्टिपो. अहं चिन्तितवान् इकार अस्ति इक् इति इकार उकार ऋकार तदपि भवति इति. क्लमु वयं दृष्टवन्तः. क्लमु इति एव दृष्टवन्तः. औपदेशिकावस्थायां क्लमु इति धातुः अस्ति. भगिनि तत्र इक् इति प्रत्यारसवर्णः नास्ति वा? केवल इकार एव वा? इकारः एव इक्षिपौ धातु धातुनिर्देशे इति इकारः एव तत्र न प्रत्याहारः नास्ति. ओ नास्ति नास्ति. अस्तु अस्तु अस्तु. अहं चिन्तितवान् समीपे ककारस्य लोपः तस्मिन् भुवादिगणे दृष्टवन्तः किल तत्. आमाम् आम् भुवादिगणे तद् किमपि दीर्घसूत्रमासीत् न न न तद् सूत्रं कुत्र दृष्टवन्तः? पाग्रातु अस्ति सर्ति ऋदातु अस्ति अस्ति इति भवति. तत्र इक्ष्टिपौ इत्युक्ते इकारः एव इति स्टिप् अस्ति खलु भगिनि, स्टिप् अस्ति तत्र, तत्र तद् अर् इति अस्ति इति भवति, ऋकार ऋ धातु अस्ति तत्र अस्ति इति भवति, पृच्छति पृच्छति पृच्छति पृच्छतीनां सम्प्रसारणम्. अहं मया न श्रुतं भगिनि, तत्र मध्यति इति मध्यति इति रूपमस्ति खलु, तत्र तुमध्यो इति तत्र आद्यन्तकथितौ इति सूत्रेण तकारः इत्सञ्ज भवति, अनन्तरम् उकारः उपदेशे आद्य अनुनासिक इति सूत्रेण इति भवति. न न न न आदिर्नीटूडवः तदेव वा तुमस्जो इति एव वदति किल, अति आदिर्निटूडवः इति वर्णसमुदाय तत्र तु इति एव अहं दृष्ट्वा वदामि महोदय. मम स्मरणे तु इक् इति इकारः एव इति अस्ति, परन्तु अहं किञ्चित् नोट्स् मध्ये अपि दृष्ट्वा वदामि, कुत्रापि लिखितवती तस्मिन् विषये. आम् विजया भगिनी, भवत्याः प्रश्नस्य उत्तरं प्राप्तं वा? टु इति आदिर्निटूडवः वर्णसमुदायस्य संज्ञा. अस्तु इदानीं आम् आम् सुधादिगणस्य सार्वधातुकप्रकरणचिन्तनं समाप्तं, वयम् अग्रिमगणं प्रति गच्छामः. चुरादिगणः वदतु मा वदतु वयं दिवादिगणे यत् विजयाभगिनी ओतः शेन् इति सूत्रं पश्यामः. ओकारान्तानां ओकारलोपः इति, ओकारान्तानामेव किल, ओकारान्तानाम् ओकारलोपः. दो शो शो शो चत्वारि धातवः अस्मिन् प्रसङ्गे नास्ति किल भगिनि, तदेव अस्माकं अस्मिन् नास्ति, परन्तु यत् सूत्र ओतः शनि तत्र पश्य तत्र दृष्टवन्तः वयं तत्र. अतः ओकारान्तानाम् एव, ओकारादीनां नास्ति नास्ति. अस्माकम् ओस ओलस्ति इति ओकारादिः किल, आदिः तत्र प्रसक्तिः नास्ति. समीचीनम्. यद्यपि भगिनी उक्तवती अहम् एकवारं शृणोमि पुनः तत् ध्वनिमुद्रणं कुत्र आसीत् इति. अस्तु चुरादिगणः इति पाठः इदानीं, तत्र साम्यमपि वर्तते भेदः अपि वर्तते. पूर्वं यद् वयं दृष्टवन्तः भुवादिगणः तुदादिगणः दिवादिगणः, तत्र केचन सूत्राणि अत्रापि आगच्छति, कानिचन सूत्राणि अत्रापि आगच्छति, कानि यदा भेदः अपि अस्ति इत्येव पश्यामः. अस्तु राजेन्द्रमहोदय पठति वा? आं भगिनि. चुरादिगणः एतावता सार्वधातुकलकाराणां लट् लोट् लङ् विधिलिङ् इत्येषां तिङन्तरूपाणि साधितानि अस्माभिः भवादिगणे दिवादिगणे तुदादिगणे च. अनेन क्रमेण पाठः प्रवर्तते यत् यतः एषु गणेषु अङ्गम् अदन्तं भवति, अतः प्रक्रियायां साम्यं वर्तते. आहत्य एतादृशाः चत्वारः गणाः सन्ति. चतुर्थः गणः यस्मिन् अङ्गम् अदन्तं भवति चुरादिगणः. केचन चिन्तयन्ति यत् चुरादिगणः कष्टकरः, किन्तु एवं किमपि नास्ति. वस्तुतः अत्र आधिक्येन सामान्यम् एव नियमितरूपेण सूत्राणि उपयुज्य तर्कम् अनुसृत्य तिगन्धरूपाणि साधयन्ते. प्रक्रिया का इति एकवारं ज्ञायेत तदा सर्वं सुलभं। केचन विशेषधातवः अपि सन्ति, तेषां प्रसङ्गे अग्रिमे कर्पते चर्चयामः। एतावत् अस्माभिः सार्वधातुकलकाराणाम् अपि तत्र लट् लोट् लङ् विधि लिङ् इत्येषां तिङन्तरूपाणि अस्माभिः पठितानि। तत्र भवादिगणे, दिवादिगणे, चतुरादिगणे। इदानीं वयं चुरादिगणं प्रति सरामः। अत्र अनेन क्रमेण यत् पाठः वर्तते, सर्व भवादि द्वादि चतुरादिगणे सर्वत्र अदन्तम् अङ्गम् अस्ति, तत्कारणात् तत्र प्रक्रियायां साम्यं वर्तते। तथैव चुरादिगणे अपि अङ्गम् अदन्तम् अस्ति, तत्कारणात् तत् केचन प्रक्रियाः साम्यं वर्तते। तत् केचन जनाः चिन्तयन्ति चुरादिगणः कष्टकरः अस्ति, किन्तु एवं किमपि नास्ति। वस्तुतः आधिक्येन यदा अत्र अपि अदन्तम् अङ्गं भवति, तत्कारणात् तत् बहुत्र साम्यम् एव भवति, यथा भवादि दिवादि तुदादिगणे आसीत्। नियमितरूपेण सूत्राणि उपयुज्य तर्कं, यथा भवादिगण दिवादि तुदादिगणे वयं सूत्राणि उपयुज्य तर्कम् अनुसृत्य तिङन्तरूपाणि साधयामः, तथैव अत्र चुरादिगणे अपि प्रक्रिया का अस्ति एकवारं यथा वयं जानीमः तत् तदा सर्वं सुलभं भवति। केचन विशेषधातवः अपि सन्ति यत् अग्रिमे करपत्रे चर्चयामः। इदानीं तु सामान्यचुरादिगणीयधातुः अस्मिन् करपत्रे स्वार्थे एव निच् विधीयते इति मनसि भवेत् सर्वदा। अस्मिन् गणे चुरादिगणे वयं दशमगणः अस्ति, तत्र उपदेश अवस्थायां चुरादिगणीयधातुः तदेव स्थापितवान्। केचन परिगणितदातवः तत्रापि सन्ति, चुरादिगणीयधातवः इति दातवः अस्मिन् गणे अस्ति। स्वार्थे एव निच् अत्र विधीयते, वयं जानीमः निच् विधीयते इति, परन्तु स्वार्थे एव विधीयते इति तद् मनसि भवेत् सर्वदा। आर्धधातुकप्रक्रियायां वयं प्रेरणार्थे यद् अस्माकं कृते तु तद्वर्गः इदानीं प्रचलति आर्धधातुकप्रक्रिया इति, तत्र वयं प्रेरणार्थे यद् इदानीं प्रचलति तत्तु प्रेरणार्थे, अत्र तु स्वार्थे। तदेव किञ्चित् मनसि स्थापयित्वा वयम् अग्रे सरामः चेत् किञ्चित् सौलभ्यं भवति। आम् पठतु महोदय। चुरादिगणे तिङन्तरूपस्य साधनार्थं सोपानत्रयं। प्रथमं धातुः योग निच् प्रत्ययः निजन्तधातुः, निजन्तधातुः योग शप् विकरणप्रत्ययः तथा अङ्गं निष्पद्यते तिङ्प्रत्ययं निमित्तम् अथवा अङ्गं योग तिङ्प्रत्ययः तिङन्तरूपं तत् भवति। तत् सोपानत्रयं तत् अस्ति। तत्र चुरादिगणे तिङन्तरूपसाधनार्थं प्रथमं तु निच् प्रत्ययः आगच्छति, धातु योग निच् प्रत्ययः निजन्तधातुः भवति, तद् अनन्तरं निजन्तधातुः तत् विकर्णप्रत्ययः चुरादिगणे शप् प्रत्ययः अस्ति, तत् कर्तृशप् सूत्रेण तत् शप् प्रत्ययः विहितः भवति, तत् अङ्गं निष्पद्यते, तदनन्तरम् अङ्गं योग तिङ् प्रत्ययः तिगन्तरूपं निष्पन्नं भवति। अत् यथा उक्तं चुरादिगणे अङ्गम् अदन्तम्, अतः अङ्गे सिद्धे अस्माकं नूतनकार्यं समाप्तं। तिङ्प्रत्ययस्य योजनविधि यथा भवादिगणे प्रदर्शितः तथैव भवति दिवादिगणे, तुरादिगणे, चुरादिगणे च, न कोऽपि भेदः। धातोः अङ्गं चौर्य, लटि चौर्ययोगति चोरयति, चौर्ययोगतः चोर्यतः, चौर्ययोग अन्ति अथो गुणे अथ चोरयन्ति, यथा भवादिगणे तथैव चुरादिगणे अपि। अतः अस्मिन् पाठे अस्माकम् अवधानं प्रथमे सोपानद्वये एव। चुरादिगणे अङ्गम् अदन्तम् अस्ति, तत्कारणात् तत्र अस्माकं नूतनं कार्यं एकवारं यथा निच् प्रत्यय योजयित्वा तत् विकरणप्रत्यय योजयित्वा तदनन्तरम् अङ्गं निष्पन्नं भवति, तदनन्तरं तत्र तिङन्तरूप निष्पादनार्थं तिङ्प्रत्ययः योजयामः, तत्र कोऽपि नूतनकार्यं न अस्ति, तत्र तस्य विधिः यथा भवादिगणे प्रदर्शितः अस्ति तथैव दिवादि तुदादि चुरादिगणे अपि भवति, कोऽपि भेदः नास्ति। दृष्टान्ते यत् उदाहरणत्वेन चुर् धातोः स्वीकुर्मः, यत् अङ्गं चौर्य भवति, लटि चौर्ययोगति चोरयति, द्विवचने चौर्यतः अपि च बहुवचने चौर्ययोग अन्ति, अत्र अतो गुणे यत् पररूप आदेशः भवति चोरयन्ति चोरयन्ति, यथा भवादिगणे तथैव चुरादिगणे अपि। अतः अस्मिन् पाठे अस्माकम् अवधानं प्रथमे सोपानद्वये एव अस्माकं, तत् यथा प्रथम सोपानद्वयं वयं अवगच्छामः, तदनन्तरं तु प्रक्रिया समाना एव यथा भवादिगणे अस्ति। आम्, प्रथमसोपानद्वयमेव वैशिष्ट्यम् अस्ति अस्मिन् गणे। तृतीयसोपानं तु यदा वयं पूर्वं भुवादिगणवत् इति स्मरामः चेत् तत् पर्याप्तम्। आम्, अस्तु महोदय, सूत्रमपि पठतु महोदय। सत्यापपाशरूप सत्यापपाशरूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यः निच् एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः सर्वेभ्यः चुरादि गणीयधातुभ्यः च निच् प्रत्ययः विधीयते। द्वादश धातवः सन्ति अस्मिन्, परिगणितधातवः सन्ति अस्मिन् सूत्रे, ते तत्र तेषां निच् प्रत्ययः तत्र विधीयते। एभ्यः प्रातिपदिकेभ्यः निच् प्रत्ययस्य संयोजनेन नामधातवः भवन्ति, चुर् आदिर्येषां ते चुरादयः। सत्यापश्च पाशश्च रूपश्च वीणाश्च तूलश्च श्लोकश्च सेना च लोम च त्वश्च वर्म च वर्णश्च चूर्णश्च चुरादयश्च तेषाम् इतर द्वन्द्वः। सत्यपाप पाशरूप वीणा तूल श्लोक सेना लोम त्वच त्वच वर्म वर्ण चूर्ण चुरादयः तेभ्यः बहुव्रीहि गर्भो द्वन्द्वसमासः भवति। सत्य पाप पाप पाश रूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यः पञ्चमी अन्तं निच् प्रथमान्तं द्विपदमिदं सूत्रं। प्रत्ययाः परश्च इत्यन्य अधिकारः धातोर् एकाचो हलादेः क्रियासंविहारे यण् इत्यस्मात् धातोः इत्यस्य अधिकारः वचनपरिणामेन पञ्चमीविभक्त्योः धातुभ्यः। अनुवृत्तिसहितसूत्रं सत्यपाप पाशरूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यः धातुभ्यः निच् प्रत्ययः परश्च। सूत्रं वदति एतादृश्यः द्वादशभ्यः ये प्रातिपदिकेभ्यः सर्वे चुरादिगणीधातुभ्यः च तत् निच् प्रत्यया विधीयते अस्मिन् सूत्रेण, अनेन सूत्रेण तत् निच् प्रत्ययः तत् विधीयते। नित्यसूत्रमस्ति, सर्वदा येन सूत्रेण एव निच् प्रत्ययः विधीयते। अस्माकम् अवधानं तु चुरादिभ्यः निच् इत्यस्मिन् भागे एव अस्ति। द्वादश प्रातिपदिकानि अपि सन्ति येन नामधातवः निष्पन्नाः भवति, तद् अस्माकम् इदानीम् अस्माकं कार्यं नास्ति। अस्माकं कृते तु चुरादिभ्यः निच् इत्येव अस्माकं कार्यमस्ति। धातुभ्यः निच् प्रत्ययः परश्च चुरादिभ्यः धातुभ्यः तदेव अस्माकं कार्यम् अस्ति। भगिनि एकः सम्यक् वदतु तत्र प्रथमपरिच्छेदः अस्ति खलु, तत्र त्रीणि पङ्क्तिः चतुर् अङ्गम् अदन्तं भवति चुरादिगणः इति, त तत्र चतुर्थगणः दिवादिगणः एव तत् भवति सुरादिगण तत्र किम् अस्ति भगिनि प्रथमपरिच्छेदे वदति वा अस्मिन् सूत्रे वदति वा भगिनि लिखितमस्ति चतुर्थगणः भगिनी अत्र चुरादि चतुर्थगणः न अस्ति तत् तादृशी गणनं नास्ति अत्र भवादि द्विवादि चुरादि गणत्रयं त्रयम् अनन्तरं चतुर्थं चतुर्थगणं चुरादि तत् परन्तु यथा भवती उक्तवती तत् सत्यम् एव तत् स्वादिगणम् एव चतुर्थगणः अस्ति दशमं गणः अस्ति परन्तु अत्र तु चतुष्टयम् अत्र तेषां वर्णनम् अस्ति तत् कारणात् अत्र चतुर्थी चतुर्थगणः लिखितः अदन्तं यस्य अङ्गम् अदन्तं सम्यक् एव महोदय यद् उक्तवान् समीचीनमेव भगिनि अवगतवती किल चतुर्थगणः इति अस्माकं दशगणश्रेणी नास्ति अत्र तु प्रथमगणसमूहः द्वितीयगणसमूहः इति यत् श्रेणीकरणम् आसीत् किल यत्र अङ्गम् अदन्तम् अनदन्तम् इति यस्य अङ्गम् अदन्तं तत्र भुआदिगणः तुदादिगणः भुआदिगणः दिवादिगणः तुदादिगणः चुरादिगणः इति श्रेणीकरणम् आसीत् किल तत्र चतुर्थगणः चुरादिगणः यस्य अङ्गम् अदन्तम् तदेव न न न भगिनी भगिनी भिन्न भिन्नश्रेणीकरणं भिन्नश्रेणी श्रेणी अस्ति अत्र भिन्न भिन्न भिन्नश्रेणी अस्ति तदा प्रथमगणसमूहः द्वितीयगणसमूहः इति श्रेणीकरणद्वयम् अस्ति अस्माकं पूर्वं यदा पाठे धातुविज्ञानं वा अङ्गम् इति पाठे प्रायः तत्र पश्यतु तत्र मातृभिः श्रेणीकरणद्वयं कृतं तत्र प्रथमगणसमूहः द्वितीयगणसमूहः इति तत्र प्रथमगणसमूहे यस्य अङ्गम् अदन्तं तत्र चतुर्थगणः चुरादिगणः अस्तु भगिनि धन्यवादः पुनः पश्यतु भगिनि पूर्वमासीत् प्रायः अहम् अङ्गम् इति पाठे इति चिन्तयामि प्रायः तस्मादपि पूर्वम् आसीत् तत्र तदेव अस्तु अस्तु एकं सनाद्यन्तदातवः इति सूत्रमेव पठित्वा समापयामः श्रीवल्ली भगिनी पठति वा सनाद्यन्तदातवः इति आं भगिनि सनाद्यन्तदातवः द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति सन् खेच् काम्यच् खेश् क्यङ् क्विट् निङ् इयङ् निच् एक् आय एङ् इति येषां प्रकृतिः अङ्गं क्वचित् धातुः क्वचित् प्रातिपदिकं सन् आदौ येषां ते सनादयः सनादयः अन्ते येषां ते सनाद्यन्ताः सनाद्यन्ताः प्रथमान्तं धातवः प्रथमान्तं द्विपदमिति सूत्रं सूत्रं स्वयं सम्पूर्णं सनाद्यन्ता धातवः सनाद्यन्तदातवः इति सूत्रं संज्ञासूत्रमस्ति सनादि सन् प्रत्ययस्य आदिः द्वादश प्रत्ययाः सन्ति द्वादश प्रत्ययेषु येषां प्रत्ययेषु प्रकृतिः अङ्गं क्वचित् धातुः क्वचित् प्रातिपदिकं भवति तदवगच्छति वा भगिनि किम् अस्ति आं भगिनि आं भगिनि प्रत्यययोजनेन क्वचित् धातुः अङ्गं क्वचित् धातुः क्वचित् प्रातिपदिकं प्रातिपदकम् इति सत्यापापाशारूपावीणातूल तदपि वक्तुं शक्नुमः उदाहरणम् अत्र यद् द्वादशप्रत्ययाः दत्तमस्ति तत्र प्रकृतिप्रत्ययोः एव पदं निष्पन्नं किल, तत्र प्रकृतिः इति यद् अङ्गम् इति वयं वदामः तदेव प्रकृतिः इति अन्यनाम किल. प्रकृतिः इत्यस्य केचन धातुः अपि भवितुमर्हति, केचन प्रातिपदिकमपि भवितुमर्हति इति वदति. तावदेव, सर्वदा धातुः एव इति न स्वीकरणीयं, प्रातिपदिकमपि भवितुमर्हति, केनापि वयं प्रत्ययः योजयितुं शक्नुमः. यदा भवती उक्तवती एव सत्यापपाश इति प्रातिपदिकं, येन नामधातुः निष्पन्नाः किल, तादृशं तावदेव. तत्र सनाद्यन्ता धातवः इत्यनेन सूत्रेण एव अस्माकं नूतनधातुः निष्पन्नः भवति. तदेव, तत्र एव आय इति प्रत्ययः अस्ति किल. आं भगिनि, तदेव भवत्याः प्रश्नस्य उत्तरं तत्रैव अस्ति. आम्, उत्तमं भगिनि. इक्षिपौ धातो निर्देशः सूत्रेण इक् इति प्रत्ययः, इक् इति प्रत्ययः, प्रत्याहारः वा प्रत्ययः वा? प्रत्ययः, तदेव ममापि. तदेव अहं कुत्र, द्वौ अपि प्रत्ययौ, सम्यक्. तदेव ममापि मनसि आसीत्. सम्यक्, उत्तमं. प्रत्ययौ, प्रत्याहारः नास्ति. सम्यक्, समीचीनं. अस्तु, समयः जातः, अद्य स्थगयामः. अत्र अहम् एकं एक्सेल् शीट् प्रेषयामि अद्य. तत्र चतुर्चत्वारिंशत् सूत्राणि सन्ति, 44 सूत्राणि, यद् वयं अदन्त अङ्गानां कृते एव, अनुवृत्तिः अपि अस्ति. चत्वारः स्तम्भाः, 4 कालम्स् अस्ति. भुवादिः, तुदादिः, दिवादिः, चुरादिः. भवन्तः किं करणीयम् इत्युक्ते, कुत्र प्रसक्तिः अस्ति अस्मिन् सूत्रस्य, कुत्र नास्ति, नास्ति चेत् किमर्थं नास्ति, केन बाधितम् इत्येव तत्र किञ्चित् गृहपाठरूपेण कुर्वन्तु. चुरादिगणः यत्र यत्र वयं पठामः तत्र स्थापयन्तु. चुरादिगणं समाप्य वयम् एकवारं तद् पूर्णतया अवलोक्य अग्रे सरामः. अथवा एतत् सूत्राणि मनसि कदापि न तिष्ठन्ति, वयं विस्मरामः एव. ततः एकवारं तद् डाक्युमेण्ट् मध्ये अस्ति, अतः यदा पार्श्वे स्थापयति चेद् अपि लाभाय एव. एतत् प्रथमम् अदन्ताङ्गानां कृते कुर्मः, अनन्तरम् अनदन्ताङ्गानां कृते अहं पुनः तादृशं करोमि. तदहं मेल् मध्ये प्रेषयिष्यामि. अस्तु, होम्वर्क् मेल् मध्ये न आगच्छति, अहं सेपरेट्लि अहं प्रेषयिष्यामि. अस्तु वा? अस्तु भगिनि, धन्यवादः. धन्यवादः, धन्यवादः भगिनि.